गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् विरुद्धनिरूपणम् इति पाठे स्मः तत्र मूलग्रन्थकारेण उक्तं साध्य अभावव्याप्तः हेतुः विरुद्धः यथा शब्दः नित्यः कृतकत्वात् कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् तर्हि साध्य अभावेन यः हेतुः व्याप्तः अस्ति सः हेतुः विरुद्धः इति उच्यते साध्य अभावेन व्याप्तम् इत्युक्ते यत्र साध्यमस्ति तत्र हेतुः न भवति यत्र सेतुः यत्र हेतुः अस्ति तत्र साध्यं न भवति इति तत्र अस्मिन् ग्रन्थकारेण किञ्चित् भिन्नरीत्या पूर्वमेव अस्मान् पाठितम् अस्ति अस्य ग्रन्थकारेण अस्माकं पाठः दत्तः अस्ति इत्युक्ते साध्य साध्य अभावत् अवृत्तित्वं साध्य सामानाधिकरण्यम् उभयमपि यस्मिन् हेतौ नास्ति तदेव विरुद्धः इति अस्माभिः पूर्वं पठितम् पुनस्मारणार्थम् अहं वदामि साध्यसामानादिकरण्यं साध्य अभावत् अवृत्तित्वम् उभयमपि अस्ति चेत् तादृशहेतुः सद्हेतुः अस्ति व्याप्त्यः अस्ति साध्यसामानादिकरण्यं साध्य अभावत् अवृत्तित्वम् उभयमपि नास्ति चेत् तादृशहेतुः विरुद्धः साध्य अभावत् अवृत्तित्वमस्ति किन्तु साध्यसामानादिकरण्यं नास्ति चेत् तादृशहेतुः असाधारणः हेतुः सव्यभिचारहेतोः एकविधः साध्यसामानादिकरण्यमस्ति साध्य अभावत् अवृत्तित्वं नास्ति इति चेत् साधारणहेतुः इति एतत् सर्वम् अस्माभिः अधीतं तत्र साध्य अभावत् अवृत्तित्वं साध्यसामानादिकरण्यम् इति अनेन ग्रन्थकारेण यद् लक्षणम् उक्तं तद्रीत्या अत्र पाठः प्रदर्शितः अस्ति ग्रन्थकारेण तर्हि साध्य अभावत् अवृत्तित्वं साध्यसामानादिकरण्यम् उभयमपि अस्मिन् हेतौ हेतुः किं कृतकत्वम् इति हेतुः साध्यः कः नित्यत्वम् इति साध्यं शब्दः इति पक्षः शब्दः नित्यः कृतकत्वात् शब्दः इति पक्षः नित्यत्वम् इति साध्यं कृतकत्वम् इति हेतुः इदानीं कृतकत्वम् इति हेतुः विरुद्धः हेतुः अस्ति किमर्थमित्युक्ते साध्य अभावेन व्याप्तः हेतुः अस्ति सत् इति तत्र ग्रन्थकारेण किं कृतं व्याप्तेः लक्षणं त्रिविधलक्षणं स्वीकृतं प्रथमं तु साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षिणः व्याप्तेः लक्षणं पूर्वपक्षिणः व्याप्तिलक्षणं साध्य अभावत् अवृत्तित्वम् इति तदनन्तरं सिद्धान्तिलक्षणं केवलान्वयीस्थले साध्य अभावत् अवृत्तित्वम् इति लक्षणं न सङ्गच्छते समन्वयः न भवति इति कृत्वा हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति साध्यसामानादिकरण्यम् इति तत्र भवति तर्हि तदपि चिन्तितम् इदानीं तस्मादुपरि तृतीयलक्षणं साध्य अभावव्यापकीभूत अभावप्रतियोगित्वम् इति तृतीयं लक्षणं कस्य व्याप्तेः एव लक्षणं बहवः बहूनि लक्षणानि सन्ति अष्टादश नो चेत् नवदशलक्षणानि सन्ति तत्र प्रत्येकं लक्षणं स्वीकृत्य कुत्र कुत्र समन्वयः भवति कुत्र समन्वयः न भवति इति विचिन्त्य अन्ततो गत्वा हेत्वधिकरणनिष्ठ अत्यन्त अभाव साध्यसामानादिकरण्यं हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति अन्ततो गत्वा एतद् लक्षणं निश्चितमस्ति यत्र किमपि दोषः न वक्तुं शक्यते अन्वयव्यतिरेकस्थले केवलान्वयस्थले केवव्यतिरेकस्थले त्रिषु स्थलेषु एतद् लक्षणं कार्यं करोति इत्यतः अस्तु तर्हि साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति तत्र गृहपाठः आसीत् अस्य लक्षणवाक्यस्य एतत् समस्तपदमस्ति एकमेव पदं साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति एकमेव पदं तर्हि समस्तपदस्य विग्रहवाक्यं वक्तव्यम् इति गृहपाठः आसीत् केनापि प्रयतितं वा मेल् महोदय अहं तु न प्रयतितं परन्तु अधुना प्रयत्नं कर्तुं शक्नोमि अस्तु किञ्चित् चिन्तयतु उच्चैः चिन्तयतु अस्तु साध्याभाव इति प्रथम समस्तपदमस्ति इत्युक्ते साध्यस्य अभावः अन्येषां कृते अहं वदामि क्षम्यतां महोदय 259th पेज् मध्ये अन्तिमपरिच्छेदः अस्ति तत्र द्वितीयवाक्ये तत्स्वरूपं च साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति दृश्यते यदि पुरतः नास्ति तर्हि तत्र पश्यन्तु हा वदतु महोदय अस्तु साध्याभाव इत्युक्ते साध्यस्य अभावः तस्य विग्रहवाक्यं साध्यस्य अभावः साध्याभाव साध्याभावव्यापकी भूत इति अस्ति तत्र विग्रहवाक्यं भवति साध्याभावेन न वयं दृष्टवन्तः साध्याभावश्च व्यापकश्च इति विग्रहवाक्यम् एकनिमिषम् अत्र किं चिन्तयतु व्यापकीभूतः इति अस्ति खलु तत्र तस्य अर्थः कः व्यापकीभूतः इति पदस्य अर्थः कः इत्युक्ते साध्याभावव्यापकीभूत जातम् इति अस्ति केन जातम् इति साध्याभावव्यापकी साध्याभावेन व्यापकः साध्याभावः इति एव व्यापकः जातः तत् त्यजतु इदानीं साध्याभावः इत्यस्मिन् विषये मा चिन्तयतु केवलं व्यापकीभूत इत्यस्य व्यापकी इत्यत्र कः प्रत्ययः अस्ति भवान् जानाति चेत् वदतु प्रत्ययः तु न जानामि क्षम्यताम् अस्तु शिवराम महोदय भवान् जानाति किं व्यापकीभूत इत्यत्र कः प्रत्ययः अस्ति इति व्यापकी भूत इत्यत्र वा न व्यापकी इति अस्ति खलु व्यापकी इति क्तिन् प्रत्ययः वा स्त्रियां किं कः प्रत्ययः क्तिन् प्रत्ययः क्तिन् नास्ति नास्ति वा क्तिन् प्रत्ययः अस्ति चेत् श्रुतिः गतिः भक्तिः इति तादृशं भवति मुक्ति भक्ति इति वदति शुक्ली करोति इति भवता श्रुतं किं एकः प्रत्ययः अस्ति तत्र कः प्रत्ययः अस्ति पठितमस्ति एतत् शुक्ली करोति समासे पठितवन्तः समासे नास्ति समासप्रत्ययः एव अस्ति समासः नास्ति तद्धितप्रत्ययः अस्ति अस्तु कृतप्रत्ययः अपि अस्ति न न तद्धितप्रत्ययः अस्ति अहम् अस्तु महोदय प्रत्ययः वा महोदय किं भगिनि छ्वी इति प्रत्ययः चकारः वकारः इकारः छ्वी इति कश्चन प्रत्ययः अस्ति तद्धितप्रत्ययः अस्तु सत्यभोग भगिनी तस्य अर्थं जानाति किं तत् पूर्वं तदा न अस्ति इदानीं तद् अभवत् इति उत्तमं 5450 इति सूत्रसङ्ख्या अभूत तद्भावे कृ भू अस्ति योगे सम्पद्यकरी सम्पद्यकर्तरि च्विः इति सूत्रम् अभूत तद्भावे पूर्वं शुक्लं न आसीत् किन्तु इदानीं शुक्ली जातम् इदानीं शुक्लम् अभवत् इति बोद्धुम् अत्र च्वि इति प्रत्ययः योज्यते. तर्हि शुक्लीभूतः घटः यदा घटस्य निर्माणं करोति तर्हि मृदः यः वर्णः अस्ति सः एव वर्णः पुनः घटे अपि आगच्छति. इदानीं तस्मादुपरि यदि शुक्लवर्णं स्थापयति कुलालः तदा घटः पूर्वम् अशुक्लः आसीत् इदानीं शुक्लं जातम् इति कृत्वा घटः शुक्लीभूतः इति वक्तुं शक्यते. घटः शुक्लीभूतः नो चेत् घटः शुक्ली भवति कुलालः घटं शुक्ली करोति घटः शुक्ली अस्ति इति तादृशप्रयोगः भवति. च्विप्रत्ययः कुत्र प्रयुज्यते इति चेत् अभूत तद्भावे कस्मिन् अर्थे इति चेत् पूर्वम् अभूतम् इदानीं तद्भावं जातम्. तर्हि अभूत तद्भावे कृ भू अस् इति त्रयः धातवः कृ इति धातुः भू इति धातुः अस् इति धातुः अस् भुवि इति एतेषां धातूनां योगे सम्पद्यकरी सम्पद्यकर्तरि सम्पद्यकर्तरि इत्युक्ते यस्मिन् तादृश भावः जायते तस्मिन् कर्तरि च्विप्रत्ययः इति अर्थः. तर्हि यथा मया उक्तं घटः शुक्लीभूतः मेहुल् महोदय अबुद्धं खलु? आम् आम् महोदय. तर्हि इदानीं व्यापकीभूतः इति तादृशं वदतु. तर्हि प्रथमं व्यापकीभूतः इति यथा मया उक्तम् अशुक्लम् इदानीं शुक्लं जातं तदा अत्र वदतु. हा अस्तु, अत्र व्यापकीभूत इत्यनेन व्यापक पूर्वे व्यापकः न आसीत् अधुना व्यापकः जातम् इति. उत्तमं, बहु उत्तमं. तर्हि व्यापकीभूतः पूर्वम् अव्यापकः आसीत् इदानीं व्यापकः जातः इति कृत्वा व्यापकीभूतः. तर्हि इदानीं व्यापकीभूतः इति यथा घटः शुक्लीभूतः इति वदेम तदा अत्र तथा अत्र घटस्थाने किं भवेत्? हेतुः व्यापकीभूत इति. उत्तमं, तर्हि व्यापकीभूत इत्यत्र हेतुः इति वक्तव्यं. तत्र केवलं हेतुः इति नास्ति, वस्तुतः हेत्वभावः इति वक्तव्यम्. अतः एव व्यापकीभूत अभावः. व्यापकीभूतश्च असौ अभावश्च व्यापकीभूताभावः. तर्हि साध्य अभावेन व्यापकीभूत अभावः इति आगच्छति. हेत्वभावेन व्यापकीभूत अभावः, तदनन्तरं प्रतियोगित्वं. तस्य प्रतियोगित्वम् इत्युक्ते भूताभावस्य प्रतियोगित्वं प्रतियोगित्वं सति न भूताभावस्य प्रतियोगित्वम् इति नास्ति. अत्र प्रतियोगी अपि च त्व इति पदद्वयमस्ति, भागद्वयमस्ति. ओके ओके, हा सत्यं. साध्याभावव्यापकीभूत भूताभाव भावस्य प्रतियोगी तस्मिन् प्रतियोगित्वम् उत्तमम् इति वक्तव्यम्. अस्तु, तर्हि साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इत्यस्य अर्थः एवं भवति. साध्यस्य अभावः साध्याभावः, हेतोः अभावः हेत्वभावः. अत्र हेत्वभावः इति पदं न दृश्यते, तथापि अवबोधार्थम् अहं वदामि. हेतोः अभावः हेत्वभावः, सः हेत्वभावः पूर्वम् अव्यापकः आसीत् इदानीं व्यापकः अभवत् इत्यतः हेत्वभावः एव व्यापकीभूत अभावः हेत्वभावः एव व्यापकीभूत अभावः. केन व्यापकः जातः? साध्यभावः. केन व्यापकदातुः? साध्याभावेन साध्याभावेन व्यापकः जातः. सत्यं. साध्याभावेन करणेन हेत्वभावः जातः, हेत्वभावः व्यापकः जातः. अतः साध्याभावेन व्यापकीभूत अभावः, साध्याभावव्यापकीभूत अभावः, साध्याभावव्यापकीभूत अभावस्य प्रतियोगी, साध्याभावव्यापकीभूत अभावप्रतियोगी तस्य भावः, साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् कुत्र? अहेतौ. हा उत्तमम्. तर्हि इदानीं प्रकृत उदाहरणं स्वीकृत्य प्रतिपादयतु. यत शब्दः नित्यः, पृथक्त्वम् अत्र हेतुः कः? यथा शब्दः नित्यः, पृथक्त्वं नित्यमिति साध्यं, पृथक्त्वम् इति हेतुः. किं साध्यं? किं यथा नित्यं, नित्यम् इति वा नित्यत्वम् इति वदतु. क्षम्यतां, नित्यत्वं. हा सत्यं, नित्यत्वम्. एतत् तद् मनसि भवेत्. शब्दः नित्यः इति वाक्ये नित्यः इति पदेन कः उक्तः इति चेत् शब्दः एव उक्तः. आं सत्यं, सत्यं. शब्दे नित्यत्वं विशेषणवाचकपदमस्ति, न तु साक्षात् विशेषणम् इति कृत्वा नित्यत्वम् एव साध्यम्. अस्तु, वदतु इदानीं. हा, नित्यत्वम् इति साध्यं, शब्दः इति पक्षः, पृथक्त्वम् इति हेतुः. तर्हि अत्र साध्याभावः इत्युक्ते नित्यत्व अभावः, नित्यत्व अभावेन नित्यत्व अभावेन व्यापकीभूताभावः इति पृथक्त्वाभावः. एकनिमिषम्, अत्र अत्र साध्यत्वेन इत्युक्ते साध्याभावव्यापकीभूताभावप्रतियोगित्वं हेतौ अस्ति चेत् तत् सद्हेतुः वा दुष्टहेतुः वा? एतद् लक्षणमस्ति खलु? आम् आम् आम्, अत्र विरुद्धहेतोः लक्षणं खलु, अतः न व्याप्तिलक्षणमस्ति खलु. हा, व्याप्ति. साध्याभाव व्यापकीभूताभावप्रतियोगित्वम् इति कस्य लक्षणम्? हा, व्याप्तेः लक्षणं. सत्यं, त्रिविधव्याप्ति, व्याप्तिलक्षणम्, अपि च सद्व्याप्तिः अस्ति. हा, सद्व्याप्तिः. तर्हि साध्याभावव्यापकीभूताभावप्रतियोगित्वं न भवेत् सत्यम्, तदा एव हेत्वाभासः भवति खलु. तदा एव विरुद्धहेतुः भवति. सत्यं, तदा एव विरुद्धहेतुः भवति. तर्हि तन्निरूपणार्थं साध्यत्वेन किं स्वीकर्तव्यम्? हा, साध्यत्वेन नित्यत्व अभावः स्वीकर्तव्यम्. हा, साध्यत्वेन नित्यत्व अभावः ग्राह्यः, न तु नित्यत्वम्. सत्यं, यदि नित्यत्वमिति स्वीकरोति तर्हि न अवबुध्यते, क्लेशः भवति. आमाम्. अस्तु, तर्हि इदानीं तर्हि नित्यत्व अभावः इति साध्यं, साध्याभावः इति नित्यत्वाभावाभावः इत्युक्ते नित्यत्वम्. नित्यत्वव्यापकीभूताभाव इति हेत्वाभावः इति एव, तर्हि पृथक्त्वाभाव इति पृथक्त्वाभावस्य प्रतियोगी पृथक्त्वं, तस्मिन् साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति अस्ति. यतः पृथक्त्वम् अस्ति, पृथक्त्वे पृथक्त्वम् अस्ति इति. तदेव, हा तदेव व्याप पुनः पुनः तर्हि इदानीम् आरम्भतः किञ्चित् वदतु महोदय. साध्यम् इत्युक्ते नित्यत्वाभावः, साध्याभाव इत्युक्ते नित्यत्वाभाव भावाभावः इत्युक्ते नित्यत्वम् एव. अग्रे साध्याभावव्यापकीभूताभाव इत्युक्ते नित्यत्वव्यापकीभूताभाव इति. तर्हि नित्यत्वं नित्यत्वेन व्यापकीभूत अभावः इति हेत्वाभावः इति पृथक्त्वाभाव इति भवति. इत्युक्ते पृथक्त्वस्य पृथक्त्वाभावः नित्यत्वेन व्यापकः जातः, तस्य प्रतियोगी तर्हि नित्यत्वेन व्यापकः जातः इत्युक्ते तत्र अन्वयवाक्यं वदतु इदानीं. यत्र यत्र यत्र यत्र पृथकत्वं तत्र तत्र नित्यत्वं. न न न इदानीं भवता किमुक्तं नित्यत्वेन कृतकत्व अभावः व्यापकः जातः इत्युक्तं, तर्हि अत्र व्यापकः कः? ओ व्यापकः इति व्यापकः जातः, अतः नित्यत्व अभावः इति व्यापकः. किमर्थं नित्यत्व अभावः इति वदति? नित्यत्वं नित्यत्वेन पृथक्त्वमेकं पृथक्त्व अभावः व्यापकः जातः. हा पृथक्त्व अभावः जातः खलु. हा तर्हि पृथक्त्व अभावः इति व्यापकः. हा तर्हि व्याप्यं किम्? नित्यत्वं. हा तर्हि इदानीम् अन्वयवाक्यं वदतु. यत्र यत्र यत्र यत्र नित्यत्वं तत्र तत्र पृथक्त्वाभावः. हा समीचीनं. व्यतिरेकवाक्यं? यत्र यत्र पृथक्त्वाभावः तत्र तत्र यत्र यत्र कृतकत्वाभावाभावः. हा यत्र यत्र पृथक्त्वाभावाभावः तत्र तत्र इत्युक्ते कृतकत्वं. हा इत्युक्ते पृथक्त्वं तत्र तत्र नित्यत्वाभावः. हा इति लक्षणसमन्वयः भवति खलु. हा सत्यं लक्षणसमन्वयः भवति, किन्तु वस्तुतः अत्र नित्यत्व अभावः साध्यत्वेन स्वीकृतं. किमर्थं नित्यत्व अभावः साध्यत्वेन स्वीकृतम् इति चेत् लक्षणसमन्वयः न भवेत्. किन्तु लक्षणसमन्वये लक्ष्मणसमन्वयः न भवेत् इति चेत् तत्र लक्षणे दोषः इति भवति. अतः एव नित्यत्व अभावः साध्यत्वेन स्वीकृतम्. यदि नित्यत्वं साध्यत्वेन शब्दः नित्यः कृतकत्वात् इत्यत्र नित्यत्वं साध्यं नित्यत्वं साध्यत्वेन स्वीकुर्मश्चेत् हेत्वाभासस्थले नित्यत्वं साध्यत्वेन स्वीकुर्मश्चेत् लक्षणः लक्षणस्य समन्वयः न भवति. लक्षणस्य समन्वयः न भवति चेत् लक्षणे दोषः इति वयं वदेम, न तु हेतौ खलु. सत्यं. अतः अत्र नित्यत्व अभावः स्वीकृतः अस्ति. भवतु तर्हि इदानीं निरूपितं खलु साध्याभावः व्यापकीभूत अभावः प्रतियोगित्वं सर्वं निरूपितमस्ति. सत्यं. यद् इदानीं यद् यद्भवता उक्तं यत्र यत्र नित्यत्वं तत्र तत्र कृतत्वस्य अभावः यथा आकाशः इति वक्तुं शक्यते. सत्यं. यत्र कृतकत्व अभावाभावः इत्युक्ते कृतकत्वं, तत्र तत्र नित्यत्व अभावः यथा घटः घटः. सत्यम् इति उभयमपि समञ्जसं भवति इति कृत्वा निरूपितं भवति. व्याप्तेः निरूपणं व्याप्तेः व्याप्तिः लक्षणं सिद्धमस्ति. सिद्धमस्ति. यदि नित्यत्व अभावः स्वीकुर्मः साध्य साध्यत्वेन स्वीकुर्मः तदा लक्षणसमन्वयः भवति. यदि नित्यत्वम् इति स्वीकुर्मः तदा किं भवति? नित्य लक्षणस्य समन्वयः न भवति, तदा हेत्वाभासः भवति. सत्यम्. अस्तु समीचीनं. प्रथमतया अतः एव प्रथमतया नित्यत्व अभावः इत्यनेन एव वयं व्याप्तेः समञ्जसं कृतं. तेन एव अग्रे आटोमेटिकलि साध्यस्य अत्र नित्यत्वेन व्याप्तेः लक्षणं न सङ्गच्छति. तदेव हेत्वाभासः इति भवति. सत्यम्. अत्र चिन्तनं किम् इति चेत् सद्धेतुस्थले व्याप्तिः तिस्रः व्याप्तयः अस्माभिः अधीताः. तत्र सर्वत्र व्याप्तिः व्याप्तिलक्षणं व्याप्ति व्याप्तेः लक्षणे दोषः नास्ति, कुत्रचित् न सङ्गच्छते तावदेव. किन्तु तादृशव्याप्तिः यत्र समन्वितव्याप्तिः यस्मिन् हेतौ अस्ति तादृशहेतुः सद्हेतुः भवति. सद्हेतुः भवति किन्तु इदानीं हेत्वाभासस्थले अत्र सत्वं न भवेत् इति कृत्वा अत्र विपरीतरीत्या अभावः स्वीकृतः अस्ति. साध्य अभावः स्वीकृतः अस्ति, न तु साध्यं साक्षात्. अस्तु तर्हि नित्यत्वं प्रकृतसाध्यं तदभावस्य व्यतिरेकव्याप्तिः नित्यत्व अभावः. 260 पेज् मध्ये चित्रमस्ति खलु, तत् पश्यन् अस्मि. नित्यत्व अभावः साध्यं, नित्यत्वम् इति अभावः, व्यापकः कृतकत्वाभावः, तस्य व्यापकः अस्ति कृतकत्वाभावः, प्रतियोगित्वं कृतकत्वाभावस्य प्रतियोगित्वं कुत्र अस्ति, कृतकत्वे अस्ति इति कृत्वा अग्रे पठतुमस्ति. इत्थं च हा इत्थं च नित्यत्वाभावरूपस्य साध्याभावस्य त्रिविधा अपि व्याप्तिः कृतकत्वे योजयितुं शक्या, परन्तु सम्प्रदाये विरोधस्थले हेतौ तृतीया व्यतिरेकव्याप्तिः एव समन्वयाय स्वीक्रियते, सा च दर्शिता एव. अस्तु, अधुना हा त्रिविधव्याप्तेः लक्षणं वयं कृतकत्वे तद्व्याप्तिः सङ्गच्छते इति दृष्टवन्तः, परन्तु अत्र विरोधहेतु इति स्थले यः तृतीयः व्याप्तेः यद् लक्षणमस्ति, साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति एव अत्र स्वीकरणीयं यथा वयं चर्चितवन्तः. स्वीकरणीयम् इत्युक्ते सम्प्रदाये तादृशं ते स्वीकुर्वन्ति. हा अस्तु अस्तु. तृतीया व्यतिरेकव्याप्तिः एव विरोधस्थले एव विरोधस्थले हेतोः परीक्षार्थम् अत्र व्यतिरेकव्याप्तिः अत्र. तर्हि एतदपि मनसि भवेत्, साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति कीदृश व्याप्तिः इति चेत् व्यतिरेकव्याप्तिः. सत्यम्, अभावपदेन स्वीकृ अत्र लिखितं व्यतिरेकव्याप्तिः. किमर्थमित्युक्ते उभयत्र अभावं स्वीकृत्य एव उक्तं खलु, साध्याभावव्यापकीभूताभावः. तर्हि यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति व्यतिरेकव्याप्तिवाक्यं कथं भवति, तादृशम् एतद् लक्षणवाक्यमस्ति इति कृत्वा समन्वयाय स्वीक्रियते, तच्छा च दर्शिता अस्माभिः चिन्तितमपि. अस्तु, धन्यवादः महोदय. अग्रे सति भोम भगिनी पठति वा एतावता. आं महोदय. एतावता विवरणेन नित्यत्वसाधनाय उपन्यस्ते कृतकत्वे नित्यत्वसामानाधिकरण्य नित्यत्वाभाव आवृत्तित्वं वद् आवृत्तित्वं नित्यत्वाभाववद् आवृत्तित्वं नास्ति एव. प्रत्युत नित्यत्वस्य यः अभावः अनित्यत्वरूपा तन्निरूपितव्याप्तिः एव अस्ति इति आगतं. तत्रापि न्यायसम्प्रदाय अनुसरेण व्यतिरेक अनुसारेण व्यतिरेकव्याप्तिः तथा च कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः अयं प्रमात्मकः. साध्याभाव अभावव्याप्यहेतुम् अवगाहते. निश्चयः अयं प्रमात्मकः साध्याभावव्याप्यहेतुम् अवगाहते. एवं सति 234 पेज् मध्ये पूर्वं कृतं विवेचनं प्रत्याकलयामः इति पुनः चिन्तयामः इति. ओके, 234 पेज् मध्ये किमुक्तमिति चेत् मुद्रा तदभावं व्याप्यवत्ता निश्चयमुद्रा. तर्हि मुद्रा कथं भवति, कया मुद्रया अत्र दोषः कल्पनीयः इत्यस्मिन् विषये अग्रे चिन्तनमस्ति. अस्तु, अस्मिन् परिच्छेदे किमुक्तम् इति संक्षेपतः वदतु. नित्यत्वसाधनाय उपन्यस्यते कृतकत्वे नित्यत्वं लक्षणं विरोधस्य लक्षणं कीदृशम् अस्ति चेत् साध्यसामानाधिकरण्यम् अपि न भवेत्, अपि च साध्य अभाववत् आवृत्तित्वम् अपि न भवेत् इति तद् द्वयमपि निरूपितवन्तः. पुनः निरूपयति वा केवलं चिन्तनार्थं, साध्यसामानाधिकरण्यं साध्यसामानाधिकरण्यम् इति साध्यं शब्दः नित्यः कृतकत्वात् इति. इदानीं शब्दः नित्यत्वं साध्यमस्ति नित्यः कृतकत्वात् कृतकत्वम् इति नित्यः साध्यं नित्यः अस्ति कुत्र कृतकत्वम् इति हेतु कृतकत्वं खडम् साध्यं किं नित्यत्वम् इति साध्यम् नित्यः नास्ति साध्यं नित्यत्वम् इति साध्यं कृतकत्वम् इति हेतु कृतकत्वरूपा हेतौ नित्यत्वं कृतकत्वरूप हेतौ अस्ति वा इति प्रथमचिन्तनं नित्यत्वम् विपरीतरीत कृतकत्वरूपा एकनिमिषं भवती इदानीं कस्मिन् विषये चिन्तनं करोति साध्यसामानादिकरण्यम् अस्ति वा न वा इदानीं साध्यमस्ति नित्यत्वं हेतुः अस्ति कृतकत्वं तर्हि नित्यत्वकृतकत्वयोः मध्ये साध्यसामानादिकरण्यम् अस्ति वा इति चिन्तनीयम् इत्युक्ते कृतकत्वे साध्यसामानादिकरण्यम् अस्ति वा इति चिन्तनीयं तत् चिन्तयतु तदेव अहम् उक्तवती कृतकत्वरूपहेतौ नित्यत्वं तद् कृतकत्वं प्रथमं कुत्र अस्ति इति द्रष्टव्यं तद् कृतकत्वं खडपटादौ अस्ति प्रथमं साध्यस्य अधिकरणं किं साध्यं कुत्र वर्तते इति दृष्ट्वा तस्मिन् अधिकरणे हेतुः अपि अस्ति वा इति चिन्तनीयम् ओके तदा एव साध्यसामानादिकरण्यं हेतौ भवति खलु ओके साध्यं नित्यत्वम् अस्ति नित्यत्वं कुत्र गगनादौ नित्यत्वम् अस्ति गगनम् इति साध्यपदेन स्वीकुर्मः चेत् उदाहरणार्थं गगने कृतकत्वम् अस्ति वा महोदय वदतु गगनं साध्यत्वेन किमर्थं स्वीकरोति किञ्चित् इदानीं शब्दः नित्यः कृतकत्वात् इत्यत्र यदा गगनम् इति उदाहरणं स्वीकुर्मः वदतु अतः इदानीं नित्यत्वम् अपि च कृतकत्वं द्वयमपि गगने अस्ति वा इति चिन्तनीयं नित्यत्वं गगने अस्ति परन्तु कृतकत्वं तत्र गगनं किम् नित्यत्वम् इति साध्यं चेत् गगनं किं पक्षः इति पक्षः इति मा स्वीकरोतु इदानीम् अनुमानं न करोति केवलं साध्यसामानादिकरण्यम् अस्ति वा इति चिन्तयति नित्यत्वस्य अधिकरणम् इति वक्तुं शक्यते वा नित्यत्वस्य अधिकरणं सत्यं गगनम् इति अधिकरणं गगनम् इति अधिकरणम् अतः इदानीं साध्यस्य यत् अधिकरणम् अस्ति तत्र हेतुः अपि अस्ति वा इति चिन्तनीयं परन्तु कृतकत्वम् इति हेतु नित्यत्वे नास्ति तस्य नित्यत्वे नास्ति इति वदति क्षम्यतां गगने नास्ति अतः समान अधिकरणं न प्राप्तं तर्हि समानाधिकरण्यं न प्राप्तं समानाधिकरण्यं नित्यत्वमेषाधिकरण्यं कृतकत्वे न प्राप्तम् अतः साध्यसामानादिकरण्यं नास्ति इति निरूपितम् अस्तु तर्हि इदानीं साध्य अभावत् अवृत्तित्वम् इति चिन्तयतु साध्य अभाववत् अवृत्तित्वं साध्यमस्ति नित्यत्वं साध्य अभावः नित्यत्वाभावः नित्यत्वाभावः तस्मिन् नित्यत्वाभावः क्रीडिशः कुत्र अस्ति अनित्यवस्तूनि नित्यत्वाभावः अस्ति तादृशः खडः इति स्वीकुर्मः तत्र नित्यत्वाभावे तस्य हेतोः अवृत्तित्वम् अस्ति वा इति भगिनी किञ्चित् सावधानतया वक्तव्यं नित्यत्व अभावे इति किमर्थं वदति नित्यत्व अभावः इति अधिकरणं वा इदानीं नास्ति नित्यत्व यत्र अभाववत् इति नित्यत्व अभाववत् इदानीं साध्यम् इति नित्यं साध्य अभावः इत्युक्ते नित्यत्व अभावः साध्य अभाववत् इत्युक्ते कः नित्यत्व अनित्यत्ववत् अस्ति घटः तर्हि साध्य अभाववत् इति घटः साध्य अभाववान् घटः खलु आं घटः इदानीम् अग्रे वद इदानीं साध्य अभाववान् अस्ति खडः तस्मिन् खडे कृतकत्वस्य वृत्तित्वम् अस्ति वा न वा इति तस्मिन् खडे वृत्तित्वम् अस्ति, अतः अवृत्तित्वं नास्ति इति. उत्तमम् इति वक्तव्यं. समीचीनं. तर्हि साध्यसामानादिकरण्यम् अपि नास्ति. कुत्र? कृतकत्वे. साध्यसामानादिकरण्यं नित्यत्वनिष्ठ साध्यसामानादिकरण्यं कृतकत्वे नास्ति, अपि च नित्यत्वनिष्ठसाध्य अभावत् अवृत्तित्वम् अपि नास्ति, उभयमपि नास्ति इति कृत्वा अत्र समन्वयः अभवत्. अस्तु, तर्हि तथा च इति वाक्यमस्ति खलु, तत्र किञ्चित् पुनः एकवारं पठित्वा तत्र किमस्ति इति वदतु. तथा च, तथा च कृतकत्वं नित्यत्वाभाव अभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति. कृतकत्वं नित्यत्वाभाव, इदानीं साध्यं तत् साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इत्यस्य विवरणमस्ति. नित्यत्वा अभावः इति साध्यमस्ति इदानीं, तत् साध्याभावः नास्ति. साध्याभावव्यापकीभूताभावः. भगिनि, एतद् वाक्यं पठित्वा भवत्याः किमर्थम् एतद् वाक्यं स्थापितम्? अस्य वाक्यस्य आशयः कः? इदानीं विरुद्धहेतुः इत्यस्य लक्षणरूपेण व्यतिरेकव्याप्ति लक्षणवाक्यं समन्वयः इति उक्तं खलु पूर्वं, तस्य सर्वं चिन्तितं खलु. इदानीं साध्यसामानादिकरण्यं नास्ति इति भवत्या प्रतिपादितं, साध्य अभावत् अवृत्तित्वं नास्ति इत्यपि भवत्या प्रतिपादितम्. किन्तु तस्य इदानीं तत् हेतौ वयं पूर्वं दुष्टः अस्ति चेत् तद् हेतुपर्यन्तम् आनीतव्यं, तः कीदृशः मुद्रा तत्सर्वं तद् मुद्राविषये अग्रिमे परिच्छेदे चिन्तनं भवति. किन्तु अस्मिन् वाक्ये अहम् एकवारं पठामि, तत् श्रुत्वा तथा च कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः अयं प्रमात्मकः साध्य अभावव्याप्यहेतुम् अवगाहते. तर्हि निश्चयः प्रमात्मकः अत्र व्यापक व्याप्यव्यापकः इति पदद्वयमस्ति खलु, व्यापकज्ञानं. त्यजतु त्यजतु, निश्चयः प्रमात्मकः इति किमर्थम् अत्र लिखितं? निश्चयज्ञाने अस्ति वा इति, तद् निश्चयज्ञानम् अस्मिन् वाक्ये निरूपित अवगाहते इत्युक्ते अत्र अस्ति इति अस्मिन् वाक्ये. किमर्थम् अत्र निश्चयत्वम् अस्ति वा प्रमात्मकम् अस्ति वा इति चिन्तनं कुत्र चिन्तयेम एतादृशविषयाणि? प्रतिबद्धप्रतिबन्धक कथं प्रतिबन्धकज्ञानं भवति, प्रतिबन्धकम् अस्ति वा न वा इति यदा चिन्तयामः अत्र. तर्हि तदेव मनसि आगच्छेत् प्रतिबन्धकत्वम् अत्र उक्तमस्ति. प्रतिबन्धकत्वस्य निरूपणार्थम् एतादृशवाक्यं चिन्तितमस्ति. प्रतिबन्धकज्ञाने निश्चयात् प्रतिबन्धकज्ञाने निश्चयत्वं भवेत्, प्रमात्मकत्वं भवेत् इति अस्माभिः अधीतं खलु. तदनन्तरं समान आकारकत्वमपि भवेत् इति. तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः कः? प्रतिबन्धकज्ञानं लक्षणं न मया न पृष्टं, श्रुत्वा वदतु. खड प्रतिबन्धकज्ञानस्य आकारः अस्मिन् वाक्ये प्रतिबन्धकज्ञानस्य आकारः दत्तः अस्ति. साध्याभाव नित्यत्वाभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति. केवलं तदेव वा? प्रतियोगित्ववत् कृतकत्वं कृतकत्वं नित्यत्वाभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति ज्ञानम् अत्र कृतकत्वं नित्यत्वाभावाभावं व्यापकीभूताभावप्रतियोगित्वम् इति वाक्यम् एव प्रतिबन्धकज्ञानस्य आकारः अस्ति. बुद्धं वा? बुद्धं. तदर्थम् एतद् वाक्यमत्र योजितम्. किमर्थम् एतद् वाक्यमत्र रचितम् इति चेत् कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति वाक्यं यदस्ति, पदद्वयमस्ति यस्मिन् वाक्ये, तदेव प्रतिबन्धकज्ञानस्य आकारः अस्ति. यस्मिन् ज्ञाने निश्चयत्वम् अस्ति, प्रमात्मकं प्रमात्मकत्वम् अपि अस्ति. तादृशज्ञानं किम् अवगाहते? साध्याभावव्याप्यहेतुम् अवगाहते. साध्याभावव्याप्यहेतुम् अवगाहते इति उक्तं. तदेव प्रकारविधया अत्र भासते. बुद्धं खलु? तदर्थं एतद्वाक्यं रचितमस्ति. तर्हि अत्र कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति तत्र कोट्स् मध्ये स्थापयतु, पार्श्वे लिखतु, एतदेव प्रतिबन्धकज्ञानस्य आकारः अस्ति. अस्तु, तदनन्तरम् इदानीम् अग्रे चिन्तनीयम् अत्र मुद्रा का इति. भवतु, अस्तु, धन्यवादः भगिनी. अग्रे वर्षा भगिनी पठति वा? तत्र हि श्रूयते वा? हा, श्रूयते. किञ्चित् मन्दं श्रूयते, किन्तु श्रूयते. Okay, because I had asked a doubt earlier, Mohdi. I don't think it was audible. Can I ask it now? Haha. That the third lakshanam, the third vyapti lakshanam, sadhya bhava vyapaki bhuta abhava pratiyogitvam vyapti hi iti asti kila, Mohdi. Atra vyapaki iti chvi pratyaha iti uktam kila. Tat maya chintitam nuvul tadanantaram ini pratyaha iti. Kimartam chet, kimartam purvam पूर्वं साध्याभाव साध्याभावव्याप्यः न अस्ति, तदनन्तरं साध्याभावव्याप्यः हेतुः अस्ति इति किमर्थं तत्तु न सङ्गच्छति किल महोदय? प्रश्नः न बुद्धः, पुनः वदतु महोदय. ऐ डि नाट् बिलीव् दट् दट् वास् ट्वी प्रत्यय व्यापकी, बिकास् vyapaki implies it was not existing before. I mean, tvi pratyaya implies it was not existing before and is existing now. So the mahodaya, am I audible? Tad pradipaditam, tad pradipaditam kalu. Tarhi asmabhi katam pratipaditam iti prathamam vadatu, tadanantaram bhavatyaha prashnasya vithiye chintayam. Probably I did not understand. Atra what I understood was sadhya bhava vyapaki bhuta abhava pratiyogitvam iti vadamasche व्यापकीभूत अभाव इति पदेन हेतु अभावः इति स्वीकर्तव्यम् इति भवता उक्तं. व्यापकीभूतः, सो व्यापकीभूत अभाव इत्युक्ते पूर्वं हेतुः व्यापकः न अस्ति, तदनन्तरं साध्याभावेन व्यापकः, साध्याभावस्य व्यापकः भवति इति अर्थं भवति. हा, अत्र हेतुः नास्ति, हेतु अभावः. हेतु अभावः पूर्वं व्यापकः न आसीत्, किन्तु इदानीं व्यापकः जातः. हेतु अभावः, दट् इस् नाट् करेक्ट् नो. हेतु अभावः पूर्वमपि व्यापकः एव, तो वैस् पूर्वं नाट् इट् इस् आल्वेस् अ व्यापकः आफ् दट् इस् हियर् इन् दिस् प्रकृतवाक्यं. प्रकृतवाक्यं तु शब्दः नित्यः कृतकत्वात् इति. अत्र कृतकत्वम् इति हेतु पूर्वमपि व्यापकः, साध्याभावस्य व्यापकः एव अस्ति, तदस् नित्यत्व अभावस्य व्यापकः एव अस्ति. सो हौ केन् वि से यावत्पर्यन्तम्. अस्तु, अत्र पश्यतु, कृतकत्व अभावः इति तावदहं वदामि चेत् इदानीं भवत्या श्रुतं खलु कृतकत्व अभावः इति तावदेव अहं वदामि चेत् इदानीं तत्र व्यापकत्वं वा व्याप्यत्वं वा अन्यद्धर्मं किमपि द्योतते वा? न न, सम्पूर्णवाक्यं भवत्याः बुद्धौ तादृशचिन्तनमेव न भवति खलु. केवलं कृतकत्व अभावः इति यदि अहं वदामि तदा कृतकत्वस्य अभावः इति तावदेव अर्थः अवबुध्यते खलु. इदानीं तस्मादुपरि अहं किं वदामि, साध्य अभाव व्यापकीभूताभावः पृथकत्वाभावः इति यदि अहं वदामि तदा भवती किम् अवगच्छति? साध्य अभावस्य व्यापकः इदानीं साध्य अभावस्य व्यापकीभूताभावः इत्युक्ते अत्र हेतु अभावः इति अहम् इदानीं साध्य अभावस्य इति षष्ठी न वक्तव्यं, साध्य अभावेन अभावेन इति कृत्वा तत्र करणमस्ति, साध्य अभावः इति करणं, साध्य अभावेन हेत्वभावः व्यापकीभूतः जातः, व्यापकीभूताभावः जातः. इति कृत्वा तादृशमुक्तम्, अतः एव साध्य अभावव्यापकीभूताभावः. अत्र अस्मिन् समस्तपदे साध्य अभावः इति त्यजामश्चेत् व्यापकीभूताभावः इति तावदेव वदामश्चेत् अर्थबोधः एव न भवति. केन व्यापकीभूतः इति न उक्तं खलु? तर्हि जातः इति उक्तं, साध्य अभावेन व्यापकी हेत्वभावः, साध्य अभावेन व्यापकीभूत अभावः जातः. पूर्वं किमासीत्? एवमेव आसीत्. इदानीं किं जातं? व्यापकव्यापकः जातः. केन? साध्याभावेन इति कृत्वा. Okay. इत्युक्ते अत्र ज्ञायमाने सत्य तत्र पूर्वमस्माभिः अधीतं खलु कारणता कथं भवति इति चेत् विद्यमानसत्कारणता ज्ञायमानसत्कारणता इति. पूर्वं ज्ञानं नास्ति इदानीं हेतुः अस्ति इति कारणमस्ति इति तदेव किल. हा व्याप इदानीं तत्र व्यापक व्यापकः व्याप्यः इति पदं साकाङ्क्षापदमस्ति. यदि यदि अत्र किम् अस्तु अत्र धूमः अस्ति इति चिन्तयतु, तर्हि धूमः अस्ति इति चेत् तत्र व्यापकत्वं वा व्याप्यत्वं वा किमपि न द्योतते, धूमः अस्ति इति तावदेव वदामश्चेत्. किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामश्चेत् तत्र वह्निना धूमः व्याप्यीभूतः जातः, धूमेन वह्निः व्यापकीभूतः जातः, तथा अत्र उक्तम्. अतः च्वि प्रत्ययः एव अत्र नुल् तदनन्तरं किम् इनि प्रत्ययः इति नास्ति अत्र व्यापकीभूतः. अपि च यद् सूत्रसङ्ख्या मया उक्तं 5450 तत्र गत्वा बहु किमपि लिखितमस्ति, एकवारं पठतु. अत्र व्यापकी यदि व्यापकी भवति इति क्रियापदं लिखितमस्ति चेत् तत्र समासः न भवति, क्रियापदेन सह समासः न भवति इति कृत्वा यद्यपि व्यापकी भवति इत्यत्र मध्ये अवधानम् अदत्वा अवसरम् अदत्वा लिखामः, इत्युक्ते मध्ये स्पेस् अदत्वा लिखामः, तथापि व्यापकी भवति इति पश्यामश्चेत् तत्र पदद्वयमस्ति, व्यापकी इति च्यन्तपदं, तस्य निपातसंज्ञा भवति, अव्ययसंज्ञा अपि भवति, अतः पदत्वमपि लभ्यते. तादृशमेव किन्तु लेखने मिलित्वा लिखामः, किन्तु एकपदं नास्ति. किन्तु यदा भूधातुं स्वीकृत्य तप्रत्ययं प्रयोगं कुर्मः तदा इदानीं भूतः इति पदं लभ्यते, तत्र समासः तत्पुरुषसमासः कर्तुं शक्यते. व्यापकीभूतः इति एकपदमस्ति, एतत् सर्वं तत्र लिखितमस्ति, उत्तमरीत्या लिखितमस्ति, तत् पठतु. अस्तु, तर्हि साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इत्यत्र व्यापकी इत्यत्र च्विप्रत्ययः अस्ति, व्यापकीभूताभावः इत्यनेन हेत्वभावः उक्तः. बुद्धं खलु? इदानीं बुद्धम्. अस्तु, समीचीनं. हा तर्हि अग्रे वदतु भगिनि. इदानीं तत्र हि तत्र हि तत् अभाववत्ता निश्चयमुद्रया इव तत् अभावव्याप्यवत्ता निश्चयमुद्रया विरोधित्वं वर्णितम्. इदानीं मुद्राविषयम् अत्र मुद्रा भवति अत्र 234 पेज् मध्ये तदभाववत्ता निश्चयमुद्रया इव तदभावव्याप्यवत्ता निश्चयमुद्रया विरोधित्वं वर्णितम् इति कथमस्ति. तत्र हि पर्वतः वह्न्यभाववान् इति अनुमितिं प्रति पर्वतः वह्निव्याप्यधूमवान् इति परामर्शः तत् अभावव्याप्यवत्ता निश्चयमुद्रया विरोधी भवति इति उक्तम्. अग्रे पठनीयं वा महोदय, तत् पूर्वस्य विषयम् अत्र किञ्चित् वदतु, वाक्यशः वदतु, तत्र हि तत्र हि पर्वतः वह्नि अभाववान् इति इति अनुमितिज्ञानं प्रति पर्व अत्र परामर्शज्ञानं पर्वतः वह्नि व्याप्य धूमवान् इति परामर्शज्ञानं केन मुद्रया विरोधी भवति इति दत्तमस्ति. तत् तादृशं नास्ति, इतोपि समीचीनं स्पष्टतया वक्तव्यम्. पुनः एकवारं तद्वाक्यं पठतु. पर्वतः वह्नि अभाववान् इति वाक्यं पठतु, सम्पूर्णवाक्यम् एकवारं पठतु. तत्र हि पर्वतः वह्नि अभाववान् इति अनुमितिं प्रति पर्वतः वह्नि व्याप्य धूमवान् इति परामर्शः तत् अभावव्याप्यवत्ता निश्चयमुद्रया विरोधी भवति इति उक्तम्. अस्तु, तर्हि इदानीं वदतु भवत्याः अवगमनं किम् इति. अनुमितिवाक्यमस्ति पर्वतः वह्नि अभाववान् इति. अनुमितिवाक्यस्य प्रतिबन्धकः अत्र परामर्शः भवति कः, वह्नि व्याप्य धूमवान् इति परामर्शः. तत् तद् अभाववत्ता तद् तद् अभाव तन्मध्ये इदानीम् अनुमानं मया किं कर्तुं किम् अनुमानं अहं कर्तुम् इच्छामि इति चेत् पर्वतः वह्नि अभाववान् इति अनुमानं कर्तुम् इच्छामि. तर्हि तस्य अनुमानार्थं कः परामर्शः भवेत् तद्वदतु प्रथमम्. हा, परामर्शः भवेत् अत्र पर्वतः वह्नि अभाववान् अत्र परामर्शः भवेत् पर्वतः वह्नि अभाव अत्र वाक्य सम्पूर्णवाक्यं भवति पर्वतः वह्नि पर्वतः वह्नि अभाववान् धूमत्वात् इति. अत्र the paramarsha to justify the vakya should be parvatah vanni abhava vyapya dhumavan iti paramarsha bhavet tattu doshah. ekanimisham tarhi vanni abhava vyapya dhumavan ayam parvatah iti paramarshah jatah asti che parvatah vanni abhavaman iti anumitihi jayate khalu. ha mohe astu tarhi idanim प्रतिबध्यज्ञानस्य इति इदानीं तत्र परामर्शः कः इति चेत् वह्नि अभावव्याप्य धूमवान् अयं पर्वतः इति परामर्शः यदि भवति तदा पर्वतः वह्नि अभाववान् इति अनुमितिः भवति. किन्तु तादृश परामर्शः न भवति. कीदृशपरामर्शः? वह्नि अभावव्याप्यवान् वह्नि अभावव्याप्य धूमवान् अयं पर्वतः इति परामर्शः न भवति. तस्य प्रतिबन्धकः कः? तस्य प्रतिबन्धकः भवति पर्वतः वह्नि व्याप्य धूमवान् इति प्रमाज्ञानम्. हा, सत्यं. तर्हि वह्नि व्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानं प्रतिबन्धकज्ञानस्य आकारमस्ति. अस्तु, तर्हि अस्मिन् प्रतिबन्धकज्ञाने प्रतिबन्धकता प्रतिबन्धकत्वमस्ति. कया मुद्रया अत्र प्रतिबन्धकः जातः इति चेत् इदानीं वदतु कया मुद्रया. तदा तद् अभावव्याप्यवत्ता निश्चयमुद्रया अत्र प्रतिबन्धकता जातः. हा, समीचीनं. हा, अस्तु, इदानीं सर्वं समीचीनतया उक्तम्. अस्तु, इत्युक्ते भवती अवगच्छति, किन्तु प्रतिपादनसमये एतादृशं प्रतिपादनीयं, तदा एव सोपानेन गन्तुं शक्यते. अस्तु, अग्रे भगिनि. ह्रदः ह्रदः वह्निमान् इति अनुमितिं प्रति वह्नि अभावव्याप्य जलवान् इति परामर्शस्य तदभावव्याप्यवत्तादृशमुद्रया वह्निः अनुष्णः इति अनुमितिं प्रति च वह्निः तद् भिन्नवाक्यं. तर्हि तावद् वदतु, वह्निः ह्रदः वह्निमान्. हा महोदय, प्रथमं ह्रदः वह्निमान् इति वाक्यं स्वीकुर्मः. ह्रदः वह्नि वह्निमान् जलत्वात् इति वा ह्रदः आं जलत्वात् ह्रदः वह्निमान् जलत्वात् इति वाक्यं भवति अत्र. तद् अनुमितिवाक्यं भवति अत्र. तस्य प्रतिबन्धकः जलत्वात् इति भवति वा? किमर्थं त्वप्रत्ययं योजितं? धूमस्वात् नास्ति, अत्र तु जलः एव दत्तमस्ति परामर्श. जलात् इति वक्तव्य, जलत्वात् इति वक्तव्यं वा? हेतुः कः? जलत्वम् इति हेतुः वा जलम् इति हेतुः वा? जलम्. हा, तर्हि जलत्वात् इति मा वदतु, जलात् इति वक्तव्यं. हा वदतु इदानीम्. श्रदः वर्णिमान् जलात् इति वाक्यं भवति, अनुमिति वाक्यं तस्य. यदि तत् सम्यक् भवेत् तर्हि तस्य परामर्शवाक्यं भवेत् वह्नि अभाव अभावव्याप्य जलवान् इति भवेत्. ह्रदः वह्नि अभाव अभावव्याप्य जलवान् इति भवेत्. परन्तु किमर्थं द्विवारम् अभाव अभाव इति उक्तवती? ह्रदः वह्निमान् जलात् इति अनुमानवाक्यं, तर्हि तत्र परामर्शस्य आकारः कः इति वदतु. परामर्शस्य आकारः अस्ति अत्र वह्नि अभावव्याप्य जलवान् इति प्रतिबन्धकज्ञानस्य आकारः. हा महोदय, प्रतिबन्धकः तद्भवति, तदेव प्रतिबध्यज्ञानस्य आकारः कः तद्वदतु. प्रतिबध्यज्ञानम् अनुमिति वाक्यं, हृदा वह्निमान् जलात् इति वाक्यं प्रतिबध्यज्ञानं न. न, ह्रदः वह्निमान् इति अनुमितिः यदा जायते तत् प्रथमं वदतु. वह्निः ह्रदः वह्निमान् इति अनुमितिः, अनुमितेः कारणं किं, परामर्शज्ञानस्य आकारः कः? यदि ह्रदः वह्निमान् इति अनुमितिः जायेत तर्हि परामर्शः कीदृशं भवेत् इति वदतु प्रथमम्. वह्नि व्याप्य जलवान् इति एव भवेत्. अत एव वह्नि व्याप्य जलवान् समीचीनं, तावद् वदतु भगिनि. सोपानेन गच्छेम, भवती किं करोति, पुनः पुनः वदन्नस्मि. न महोदय, ऐ टोल्ड् वह्नि अभाव अभाव व्याप्य जलवान् इच् एक्साक्ट्लि मीन्स् वह्नि व्याप्य जलवान् रैट्. बट् वै डु यु से टु टैम्स् अभाव, वाट् इस् द नीड्? हा, बिकास् दि प्रतिबन्धक ज्ञानम् इस् क्लियर्लि स्टेटेड् हियर् इस् वह्नि अभाव व्याप्य. फर्गेट् अबौट् प्रतिबन्धक ज्ञानम् फस्ट्, ऐ जस्ट् वाण्ट् यु टु से वाट् इस् दि प्रतिबध्यज्ञानस्य आकारः. ओके, ह्रदः वह्निमान् इति अनुमितिः जायेत चेत् तर्हि केवलम् अत्र परामर्शस्य आकारः कः इति तावदेव वदतु भगिनि कृपया. हां महोदय, तद् भवति वह्नि व्याप्य जलवान् इति एव परामर्शः भवति, परन्तु तत् सम्यक् नास्ति अत्र. एकनिमिषं तावद् मा गच्छतु, सोपानेन गच्छेम. मध्ये इतोपि अत्र एकं सोपानं भवत्या न अवगतम् इति भाति मम, अतः अहं प्रार्थयामि. अस्तु, ह्रदः वह्निमान् इति अनुमितिः जायेत चेत् वह्निव्याप्य जलवान् अयं ह्रदः इति सम्पूर्णरीत्या वदतु वाक्यं. वह्निव्याप्य जलवान् अयं ह्रदः इति परामर्शः जायेत. यदा जायते तदा ह्रदः वह्निमान् इति अनुमितिः जायते. अस्तु, तर्हि इदानीम् अत्र प्रतिबन्धकज्ञानस्य अत्र वस्तु प्रमात्म इदानीं वह्निव्याप्य जलवान् अयं ह्रदः इति ज्ञानं भ्रमात्मकं वा प्रमात्मकं वा? भ्रमात्मकमस्ति. भ्रमात्मकं, तर्हि प्रमात्मक परामर्शः कः? अयं ह्रदः वह्नि अभाव व्याप्य जलवान् इति एव प्रमात्मकः. सत्यं, तर्हि इदानीं किं ज्ञानं न जातं, ह्रदः वह्निमान् इति ज्ञानं न जातं वा प्रतिबद्धज्ञानं वा, नो चेत् वह्निव्याप्य जलवान् अयं ह्रदः इति प्रतिबद्धज्ञानं वा? हा, अत्र प्रतिबद्ध अत्र वह्निव्याप्य जलवान् इति यः दोषेण परामर्शज्ञानम् उक्तं तत् न जातम्, अतः एव तत् तद् अभाव व्याप्यवत्ता निश्चयमुद्रा भवति. आल्वेस् यु से थिङ्ग्स् विच् ऐ डोण्ट् आस्क्. यु आर् थिङ्किङ्ग् टु फार् अहेड्, प्लीस् गो वित् दि क्लास्. ऐ रिक्वेस्ट् यु. सारी महोदय. I very kindly request you, because the others will be lost. I have not asked you a question for mudra, nothing I have asked. Just go with the class. Please do. Astu. Tarhi, idaniyam pratibadhya jnanam kim? Pratibadhya jnanam bhavati, sorry, ayam pradaha. वह्निव्याप्यजलवान् इति ज्ञानं प्रतिपद्यम् अस्ति. हा, तर्हि भवत्या पूर्वं किम् उक्तं? ह्रदः वह्निमान् इति प्रतिपद्य ज्ञानम् इति भवत्या उक्तं, तद् नास्ति. हा महोदय, इदानीं स्पष्टं. परामर्शः एव अत्र, परामर्शस्थले एव अत्र प्रतिबद्धं जातम् इति कृत्वा. अस्तु, तर्हि वह्निव्याप्यजलवान् अयं ह्रदः इति ज्ञानमेव प्रतिबद्ध्यज्ञानम्, परामर्शज्ञानमेव प्रतिबद्ध्यज्ञानम्. तत्र प्रतिबन्धकज्ञानं किम् इति चेत्, वह्नि अभावव्याप्यजलवान्, वह्न्यभावव्याप्यजलवान् अयं ह्रदः इति वाक्यं प्रतिबन्धकज्ञानमस्ति, यस्मिन् निश्चयत्वमस्ति, प्रमात्मकत्वम् अपि अस्ति, समान आकारकत्वम् अस्ति. तर्हि इदानीं वह्नि अभावव्याप्यजलवान् अयं ह्रदः इति प्रतिबन्धकज्ञानं कया मुद्रया प्रतिबन्धकः भवति इति वदतु. तद् अभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति. समीचीनम्. तर्हि इदानीम् एतादृशं सोपानेन वक्तव्यं. भवती मध्ये किम् उक्तवती? वह्नि ह्रदः वह्निमान् इति प्रतिबद्धज्ञानम् इति उक्तवती. तादृशं नास्ति, बुद्धं खलु? तर्हि यदा परामर्शः जायते, परामर्शे दोषः नास्ति, भ्रमात्मकं परामर्शः नास्ति. तदनन्तरम् अन्येन कारणेन यदि अनुमितिः न जायते, तदा अनुमितिः एव प्रतिबद्धज्ञानं भवति, तस्य प्रतिबन्धकज्ञानं भिन्नं भवति. किन्तु इदानीं परामर्शः एव न जातः, अतः एव व्याप्तिचिन्तनम् इत्यत्र न, अत्र विशेषणविशेषणानि इति स्प्रेड्शीट् अस्ति. तत्र कस्मिन् स्तरे प्रतिबन्धकत्वं भवति, कुत्रचित् अनुमितिस्थले भवति, कुत्रचित् परामर्शस्थले भवति इति एतत् सर्वम् अस्माभिः चिन्तितम्. अस्तु, समीचीनं. तर्हि तद् अभावव्याप्यवक्ता निश्चयमुद्रया इत्यत्र किञ्चित् प्रतिपादयति वा? हा महोदय, अत्र तत् इति पदेन प्रतिबद्धज्ञानस्य प्रकारः स्वीकर्तव्यं. प्रतिबद्धज्ञानः अस्ति पर्वतः, सोरि, अयं ह्रदः वह्नि व्याप्य जलवान् इति. अत्र प्रकारः भवति वह्निः. वह्नित्वम् इति वक्तव्यं वा, वह्निः इति वक्तव्यं वा? वह्निः. हा महोदय, श्रूयते वा? श्रूयते, वदतु. अहं टेलिङ्ग् करिष्यामि महोदय. तत् इति पदेन प्रतिबद्धज्ञानस्य प्रकारः वह्निः. वह्नि अभावव्याप्यवत्ता कुत्र अस्ति? वह्नि अभावव्याप्यवत्ता तद् इति पदेन अस्तु, सोपानेन गन्तव्यं, नो चेत् क्लेशः भवति. अस्तु, तर्हि इदानीं प्रतिबद्धज्ञानस्य आकारं वदतु कृपया. श्रुतः वह्नि व्याप्य ह्रदः इति अनन्तरं स्थापयतु, तद्विशेष्यं भवति खलु. सामान्यतया परामर्शज्ञानं कथं भवति चेत्, वह्निव्याप्य धूवान् अयं पर्वतः इति भवति. अयं ह्रदः वह्निव्याप्य धूमवान् इति न भवति. वह्निव्याप्य धूमवान् अयं पर्वतः इति भवति वाक्यं, भिन्नरीत्या न भवति. वह्निव्याप्य जलवान् ह्रदः इति परामर्शज्ञानं भवति. विशेषमस्ति ह्रदः, अत्र जलवान् अपि ह्रदः एव. तो अत्र वह्नि अभावव्याप्यः इति तस्य विशेषणं भवति. तर्हि तस्य प्रकारः वह्निः. किमर्थं प्रकारः वह्निः इति स्वीकृतवती? इदानीं वह्निव्याप्य जलवान् ह्रदः इति अस्ति खलु, तर्हि वह्निव्याप्य जलवान् इति विशेषणम् अस्ति, ह्रदः इति विशेष्यमस्ति. तर्हि सम्पूर्णं वह्निव्याप्य जलवान् इति, जलवान् इत्यनेन ह्रदः एव उक्तः इति कृत्वा वह्निव्याप्य जलम् इति प्रकारः भवति खलु. वह्निव्याप्य जलम् इति प्रकारः भवति. किमर्थं वह्निः इति स्वीकरोति प्रकारत्वेन? वह्निव्याप्य जलम् इति प्रकारः. आम् महोदय, तदेव करेक्ट्. ओके महोदय, जलम्. आम् महोदय, तु वह्नि अभावव्याप्य जलवत्ता, व्याप्यवत्ता जल, व्याप्य वत्ता कुत्र अस्ति इत्युक्ते वह्नि वह्नि व्याप्य जलवत् वह्नि अभावव्याप्य नो वह्नि अभावव्याप्य जलवत्ता हृदे अस्ति इति कृत्वा तदभावव्याप्यवत्ता. एकनिमिषं, वह्नि व्याप्य व्याप्य जलवत्ता कुत्र अस्ति? वह्नि व्याप्य जलवत्ता वह्नि अभावव्याप्य वह्नि अभावव्याप्य जलवत्ता हृदे अस्ति. वह्नि व्याप्य न वह्नि अभावव्याप्यवत् कः अत्र? जलम्. ज्ञानं भगिनि, वह्नि तदभावव्याप्यवत्ता निश्चयमुद्रा कुत्र अस्ति इति ज्ञाने अस्ति. तद् अभा तदभावव्याप्यवत् इति ज्ञानम्. कीदृशज्ञानं? वह्नि अभावव्याप्यजलम् इति अस्ति खलु. अस्तु, ह्रदः वह्निमान् इति अनुमितिः. अहं सोपानेन वदामि, एतादृशं चिन्तयति चेत् एव अर्थबोधः जायते. बहु किमपि अस्ति अत्र, एवमेव पठित्वा अग्रे न गन्तुं शक्यते. ह्रदः वह्निमान् इति अनुमितिः जायेत. यदि एतादृश अनुमितिः जायेत तर्हि वह्निव्याप्य जलवान् अयं ह्रदः इति परामर्शः जायेत. किन्तु तादृशपरामर्शः भ्रमात्मकः अस्ति. तर्हि वह्निव्याप्य जलवान् अयं ह्रदः इति प्रतिबध्यज्ञानस्य परामर्शस्य आकारः अस्ति. तत्र प्रतिबन्धकज्ञानं कथं भवति इति चेत्, वह्नि अभावव्याप्य जलवान् अयं पर्वतः अयं ह्रदः इति आकारकः अस्ति परामर्शः, प्रतिबन्धक. तत्र प्रतिबन्धकत्वम् अस्ति अस्मिन् ज्ञाने. वह्नि अभावव्याप्य जलवान् अयं ह्रदः इति ज्ञाने प्रतिबन्धकत्वम् अस्ति. तर्हि अत्र कीदृशमुद्रा अस्ति इति चेत्, तद् अभावव्याप्यवत्ता मुद्रा अस्ति. कथम् इति चेत्, वह्नि अभावव्याप्य आकारः कः? वह्नि अभावव्याप्य जलवान् अयं पर्वतः इति एव आकारः अस्ति खलु, प्रतिबन्धकज्ञानस्य. तर्हि अस्मिन् ज्ञाने, प्रतिबन्धकज्ञाने कीदृशमुद्रा अस्ति इति चेत्, वह्नि अभावव्याप्य जलवान् इति अस्ति खलु. तर्हि वह्नि अभावव्याप्यवत्ता मुद्रा कुत्र अस्ति इति चेत्, अस्मिन् ज्ञाने अस्ति. तर्हि तया मुद्रया किं भवति? परामर्शः न जायते. कः परामर्शः? वह्नि व्याप्य जलवान् अयं परावर्त परामर्शः इति अयं ह्रदः इति परामर्शः न जायते इति कृत्वा ह्रदः वह्निमान् इति अनुमितिः अपि न जायते इति वक्तव्यं. तर्हि मुद्रा कुत्र भवति इति चेत्, प्रतिबन्धकज्ञाने भवेत् मुद्रा. विशेष्ये अपि न भवति, प्रकारे अपि न भवति, प्रतिबन्धकज्ञाने भवति मुद्रा. तया मुद्रया प्रतिबन्धकज्ञानं प्रतिबद्ध्यज्ञानं प्रतिबध्नाति अस्मिन् सन्दर्भे प्रतिबद्ध्यज्ञानं किम् अनुमितिः वा परामर्शः वा इति चेत् परामर्शः एव अत्र प्रतिबद्ध्यज्ञानम् तर्हि तदभाववत्ता तदभावव्याप्यवत्रा मुद्रया वह्नि अभावव्याप्यजलवान् अयं ह्रदः इति निश्चयात्मकप्रमात्मकप्रतिबन्धकज्ञानं वह्नि व्याप्यजलवान् अयं ह्रदः इति परामर्शं प्रतिबध्नाति तेन प्रतिबन्धेन ह्रदः वह्निमान् इति अनुमितिः न जायते इति तादृशं वक्तव्यं तदा एव अर्थबोधः जायते बुद्धं वा भगिनि आं महोदय इदानीं स्पष्टतया बुद्धं अस्तु तर्हि इदानीम् अग्रिमवाक्यं भवति एतादृशं सोपानेन गच्छतु मध्ये एकमपि सोपानं त्यक्तव्यं वह्निः अनुष्णः इति आरभ्य वदतु एकवारं पठित्वा आं महोदय ऐ ट्रै महोदय वह्नि अनुष्णः अनुमितिं प्रति च वह्निः अनुष्णत्व अभावव्याप्य तेजस्ववान् इति परामर्शः च तत् इति परामर्शस्य च परामर्शस्य च तत् अभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वम् उक्तम् सो अत्र अनुमितिवाक्यमस्ति वह्निः अनुष्णत्व अनुष्णः तेजस् तेजस् तेजः तेजस् तेजसः इति वा तेजत्वात् वह्निः अनुष्ण तेजस्त्वात् तत्र त्वप्रत्ययः भवेत् तेजस्त्वात् इति अनुमितिग्राह्य वह्निः अनुष्णः तेजस्त्वात् इति अनुमानवाक्यम् अनुमितेः आकारः वह्निः अनुष्णः इति अस्तु इदानीम् अग्रे वदतु अत्र यदि परामर्शः वह्निः उष्ण अनुष्णत्वव्याप्य तेजस्त्ववान् इति भवेत् तर्हि अनुमितिवाक्यं सम्यक् भवति अतः प्रतिपद्यज्ञानम् अत्र अस्ति अनुष्णत्वव्याप्य तेजस्त्ववान् अयं वह्निः इति वाक्यम् उत्तमं तदनन्तरं प्रतिबन्धकज्ञानं तस्य आकारः भवति प्रमाज्ञानं वह्निः अनुष्णत्व अभावव्याप्य तेजस्त्ववान् अनुष्णत्व अभावव्याप्य तेजस्त्ववान् अयं वह्निः इति परामर्शज्ञानं भवति तस्य प्रतिबन्धकः केन मुद्रया इति कया मुद्रया मुद्रा इति स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं हा कया मुद्रया तत् अभावव्याप्यवत्ता निश्चयमुद्रया इव अत्र अपि अत्र तत् इति पदेन प्रतिबद्धज्ञानस्य प्रतिबद्धज्ञानस्य प्रकारः स्वीकर्तव्यं तत् भवति प्रतिबद्धज्ञानस्य आकारः अस्ति अत्र वह्निः अनुष्णत्वव्याप्य तेजस्तवान् वह्निः इति अत्र अनुष्णत्व अनुष्णत्व अनुष्णत्व अस्तु अत्र तत्पदेन भगिनी तत्पदेन केवलम् अत्र साध्यं स्वीकरोति चेत् पर्याप्तं भवति तदेव इदानीं प्रकारविधया भासते खलु परामर्शज्ञाने इति कृत्वा अनुष्णुत्वमिति स्वीकरोतु तदभावव्याप्यवत्ता तत्र तद् इति पदेन अनुष्णुत्वम् इति स्वीकरोति चेत् सर्वं समञ्जसं भवति ओके वह्नि अभावव्याप्यः अनुष्णत्वस्य अत्र सोरि अनुष्णत्व अभाव सोरि वर्णमस्ति अनुष्णत्व अभावव्याप्यः तेजस्त्ववान् इति अनुष्णत्वम् इति तत् इति पदेन स्वीकरोतु तत् अनुष्णत्व अभाव हा यस् महोदय मेक् इट् वेरि ईसि करेक्ट् अनुष्णत्व अभाव अनुष्णत्व अभाव व्याप्यवत्ता कुत्र अस्ति अनुष्णत्व अभावव्याप्यवत्ता प्रतिबन्धकज्ञाने अस्ति अतः प्रतिबन्धकज्ञानस्य आकारम् एकवारं वदतु तर्हि सर्वैः अवगन्तुं शक्नुमः एतादृशमुद्रा अत्र अस्ति इति. अनुष्णत्व अभावव्याप्यतेजस्त्ववान् इति प्रतिबन्धकज्ञानं तज्ज्ञाने अनुष्णत्व अभाव एकनिमिषम् अत्र इतोपि एकम् अनुष्णत्व अभावव्याप्य तेजस्त्ववान् अयं वह्निः इति प्रतिबन्धकज्ञाने इदानीम् अस्ति खलु अनुष्णत्वव्याप्य तेजस्त्ववान् इति अस्ति खलु इति कृत्वा तदभावव्याप्यवत्ता अस्ति अनुष्णत्व अभावव्याप्यवत्ता अस्मिन् ज्ञाने द्योतते इति कृत्वा तया मुद्रया प्रतिबन्धकत्वम् उक्तं भवति बुद्धं खलु अस्तु समीचीनं तर्हि अग्रे रमेश महोदय प्रकृतेपि प्रकृतेपि च कृतकत्वं नित्यत्व अभाव व्यापकीभूत अभाव प्रतियोगित्ववत् इति निश्चयः अयं साध्य अभावव्याप्तिं हेतौ अवगाहते प्रकृते अपि अतः अग्रे अग्रेपि पठित्वा वदतु अतः अतः तद् अभावव्याप्यवत्ता निश्चयमुद्रया विरोधी भवति तत्र कृतकत्वं नित्यत्व अभाव व्यापकीभूत अभाव प्रतियोगित्ववत् इति निश्चयः साध्य अभाववत् साध्यव्याप्तिं हेतौ अवगाहते तर्हि हेतौ प्रकृत अनुमानवाक्यं किम् शब्दः नित्यः कृतकत्वात् उत्तमम् उत्तमं तर्हि साध्यं किम् नित्यत्वम् उत्तमम् अस्तु तर्हि एतद् इति इति अवगच्छति चेत् सर्वम् अवगन्तुं शक्यते इदानीं वक्तुं शक्यते भवता प्रकृते शब्दः अनित्यः शब्दः नित्यः शब्द कृतकत्वात् इति अनुमानस्थले नित्यत्व अभावव्यापकीभूत नित्यत्व इति साध्य अभावव्यापकीभूत अभावस्य प्रतियोगिता अभावस्य प्रतियोगिता वत् वत्पदेन कुत्र गच्छति इति प्रसाद नित्यत्व अभाव वत् वत् समीचीनं प्रतियोगिता तावदुक्तं नित्यत्व अभावव्यापकीभूत अभावप्रतियोगिता कुत्र अस्ति व्यापकीभूत अभाव प्रतियो नित्यत्व नित्यत्वस्य अभावः तस्य व्यापकीभूत हेतौ अस्ति वा तत् हेतुः कः कृतकत्वे अस्ति उत्तमं खलु इति कृत्वा तर्हि कृतकत्वे अस्ति इति बोद्धुं वाक्यमेव एतत् कृतकत्वं नित्यत्व अभावव्यापकीभूत अभावप्रतियोगित्ववत् इति ज्ञानं प्रतिबन्धकज्ञानं कृतकत्वे नित्यत्व अभावव्यापकीभूत अभावप्रतियोगित्वम् अस्ति प्रतियोगिता अस्ति इति बोधयति खलु अपि च एतत् ज्ञानमेव प्रतिबन्धकम् अस्ति तर्हि अस्मिन् ज्ञाने कीदृशमुद्रा अस्ति इति चेत् तद् अभावव्याप्तवत् निश्चयमुद्रा अस्ति. उत्तमं, तावदेव. तदभाव तद् इति पदेन किं स्वीकर्तव्यम्? नित्यत्व. नित्यत्वम् उत्तमं. नित्यत्वाभावव्याप्यवत्ता निश्चयमुद्रया कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति ज्ञानं प्रतिबन्धकं भवति. तर्हि इदानीं प्रतिबद्धज्ञानस्य आकारं वदतु. प्रतिबद्धस्य ज्ञानस्य आकारं महोदय अत्रैव अस्ति. कृतकत्वं नित्यत्वभाव व्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानस्य आकारकम् आकारमस्ति चेत् प्रतिबद्धज्ञानस्य आकारम् अत्रैव दृष्ट्वा वक्तुं शक्यते भवतः. न बुद्धं महोदय, कुत्र द्रष्टव्यम्? न, यद्वाक्यं भवता पठितं प्रकृते अपि च इति अस्ति खलु, नित्यत्व अभाव तत्र कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति. तर्हि प्रतिबद्धज्ञानस्य आकारः कथम् इति चेत् कथं भवेत् इति चेत् वदतु. नित्यत्व अभाव केवलं न भवति वा? केवलमत्र नित्यत्व अभाव इत्यस्मिन् स्थाने नित्यत्वम् इति स्थापनीयं तावदेव. नित्यत्वव्यापकीभूत अभावप्रतियोगिता प्रतियोगित्ववत् कृतकत्वं. कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगित्ववत् इति आकारः भवति प्रतिबद्धज्ञानस्य. यदि यदि कृतकत्वं नित्यत्वव्यापकीभूत अभावप्रतियोगित्ववत् इति परामर्शः जायते तदा शब्दः नित्यः इति शब्दः नित्यः कृतकत्वात् इति अनुमितिः अपि जायेत. जायत्येव, जायते इति नास्ति, जायत्येव. किन्तु तद् न भवति. शब्दः नित्यः कृतकत्वात् इत्यत्र शब्दः नित्यः इति अनुमितिः न जायते. किमर्थम् इति चेत् परामर्शः न जायते. कीदृशपरामर्शः? कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगित्ववत् इति परामर्शः न जायते. किमर्थं न जायते इति चेत् कृतकत्वं नित्यत्व अभावव्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानं जायते. प्रमात्मकनिश्चयात्मकप्रतिबन्धकज्ञानं जायते इति कृत्वा कृतकत्वं नित्यत्वं नित्यत्वव्याप्यकीभूत अभावप्रतियोगित्ववत् इति प्रतिबद्धज्ञानं न जायते. तर्हि कृतकत्वं नित्यत्वाभावव्यापकीभूत अभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानं कया मुद्रया कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगित्ववत् इति परामर्शं प्रतिबध्नाति इति चेत् तद् अभावव्याप्यवत्तानिश्चयमुद्रया तद् इति पदेन नित्यत्वं स्वीकुर्मश्चेत् नित्यत्व अभावव्याप्यवत्तानिश्चयमुद्रया कृतकत्वं नित्यत्व अभावव्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानम्. कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबद्धज्ञानं प्रतिबध्नाति इति कृत्वा शब्दः नित्यः इति अनुमितिः, शब्दः नित्यः कृतकत्वात् इति अनुमानव्याख्येन न जायते. अभ्यासः करणीयः तावदेव. भवान् तु अवगच्छति, बुद्धं खलु हर्मेश् महोदय? बुद्धम् इति इदानीं बुद्धं महोदय, परन्तु दशनिमिषं पर्यन्तं यदि भवता तदेव किमपि न तदेव क्लेशः न न अत्र इसि दि दि यु जस्ट् हाव् टु हाव् दि बिग् पिक्चर्. अनुमानं न जायेत, दोषः अस्ति खलु, हेत्वाभासस्य चिन्तनं क्रियते. तर्हि अत्र हेतुः समीचीनहेतुः नास्ति, दुष्टहेतुः अस्ति. तर्हि शब्दः नित्यः कृतकत्वात् इति अनुमानवाक्यं स्वीकृत्य समीचीन अनुमानं न जायेत. इट् शुड् नाट् हेपन्. देर् फोर् वाट् शुड् बि राङ्ग् इफ् दिस् कैण्ड् आफ् अनुमाना शुड् नाट् हेपन्? देन् अ पर्टिक्युलर् परामर्श, if supposing this anumana should happen, a particular paramarsha should happen. Tarhi, so everywhere this is the chintana mahodaya. You have to look at what is the anumanam we are trying to do, and you have to remember that we are in hetva bhasa sthala. Tarhi शब्दः नित्यः कृतकत्वात् इति अनुमानवाक्ये दोषः कल्पनीयः अस्ति कथञ्चित्. किमर्थमित्युक्ते अत्र एतादृश अनुमानं तु न जायते इति दृष्ट्वा एव अस्माभिः वक्तुं शक्यते. यत्र यत्र नित्यत्वं, इत्युक्ते यत्र यत्र कृतकत्वं तत्र तत्र नित्यत्वस्य अभावः, यत्र यत्र कृतकत्वस्य अभावः तत्र तत्र नित्यत्वम् इति व्याप्तिः, अन्वयव्याप्तिः अपि न लभ्यते, व्यतिरेकव्याप्तिः अपि न लभ्यते इति कृत्वा शब्दः नित्यः कृतकत्वात् इति सामान्यतया एतद् वाक्यं पश्यामश्चेत् अस्माभिः अवगन्तुं शक्यते अत्र दोषः अस्ति इति. किन्तु इदानीम् अस्माभिः किं करणीयम्? दोषः कः इति शास्त्रीयरीत्या वक्तव्यम्. तर्हि शब्दः नित्यः कृतकत्वात् इति अनुमानवाक्येन शब्दः नित्यः इति अनुमितिः जायते, जायेत. तादृश अनुमितिः जायते यदा, तदा एव यदा नित्यत्वव्यापकीभूत अभावप्रतियोगित्ववत् कृतकत्वम्. इदानीं तृतीय विधलक्षणं स्वीकृतम् अत्र, तदेव सम्प्रदाये नैयायिकाः स्वीकुर्वन्ति इति कृत्वा तादृशलक्षणम् अत्र स्वीकृतमस्ति, व्याप्तेः लक्षणम्. तर्हि नित्यत्वव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति यदि परामर्शः जायते तदा शब्दः नित्यः कृतकत्वात् इति अनुमानवाक्येन शब्दः नित्यः इति अनुमितिः जायते. किन्तु एषः परामर्शः न जायते. किमर्थं? प्रतिबन्धकः एकः अस्ति. कः प्रतिबन्धकः? कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानम् अस्ति. तादृशप्रतिबन्धकज्ञानं प्रमात्मकम् अस्ति, निश्चयात्मकमपि अस्ति इति कृत्वा अत्र एतादृशप्रतिबन्धज्ञानं न जायते. तर्हि कया मुद्रया एतत् प्रतिबन्धकज्ञानं प्रतिबध्नाति इति चेत् तद् अभावव्याप्यवत्तामुद्रया. तत् इति पदेन नित्यत्वं स्वीकृत्य साध्यमेतत् तदेव साक्षात् स्वीकर्तव्यं. नित्यत्व अभावव्याप्यवत्तानिश्चयमुद्रया कृतकत्वं नित्यत्व अभावव्यापकीभूताभावप्रतियोगित्ववत् इति आकारकं प्रतिबन्धकज्ञानं, कृतकत्वं नित्यत्व व्यापकीभूताभावप्रतियोगित्ववत् इत्याकारकं प्रतिबध्यज्ञानं प्रतिबध्नाति. तर्हि प्रतिबध्य परामर्शः प्रतिबद्धं जातं, प्रतिबद्धः जातः इति कृत्वा शब्दः नित्यः इति अनुमितिः न जायते. सो द डिफरेन्सस् we need look at the vakya, you will be able to understand exactly. Atra kevalam vyapti chintanam krutva dosha hasti iti asmabhi uham kartum shakyate, kintu shastram anusritya अन्येषां प्रतिपादनार्थम् अत्र स्पष्टतया कः दोषः अस्ति तद् निरूपणीयः अस्ति चेत् एतादृशम् एव वक्तव्यं भवति. टु प्रूव् सि मेनी आफ् अस् नो इट्स् लैक् दिस् फिफ्त् सिक्स्त् सेन्स् दट् वि हेव् वेन् वि आर् ड्रैविङ्ग् अ कार् वि हेव् अ केल्क्युलेशन् यु नो देर् इस् वन् कार् कमिङ्ग् आपोसिट् we have to overtake a car, you do a very quick calculation, you make an estimate, and then you just overtake that car very quickly and you go at that speed. Now supposing if I ask you to do this which you are doing day in and day out, can you please tell me exactly how did you calculate that you have to go, that guy is going at 40 kilometers, I have to go at 65 kilometers an hour speed in order to overtake him so that I don't dash with that car which is coming opposite at x speed. If I have to, we are doing this day in and day out without doing all these calculations. We have the gut, we do it. But if I give you the same problem on a piece of paper and then ask you to calculate, then you have to say, what speed is the car that is going on my left? It is going at 40 kilometers speed. Then the car that is coming opposite is coming at 80 kilometers speed. And it is at such a distance, it is still 1 kilometer away. So I have to minimum go at 65 kilometers an hour speed. And it will take me 400 meters. If I go at 65 kilometers speed, it will take me 400 meters to overtake that fellow. So that I still have sufficient gap. There is still half a kilometer gap so that I can comfortably overtake. Therefore, I overtake. Like this, if you have to do it on paper, you have to explain. But without doing any of these calculations, we are able to overtake and go. Tarhi tadeva atrapi. Itikte sabdaha nityaha kratakatva ityatra kaha doshaha iti chet vyaptihi nasiddhyati. Yatra yatra hetuhu tatra tatra sadhyam. Yatra yatra hetva bhavaha tatra tatra sadhya bhavaha. Yatra yatra kratakatvam tatra tatra nityatvam iti hetuhu nasiddhyati. इति व्याप्तिः न सिद्ध्यति. तदेव क्लेशः इति अस्माभिः अवगन्तुं शक्यते. किन्तु प्रतिपादनं यदा करणीयं तदा इतोपि अग्रे चिन्तनमस्ति. इदानीं तदभावव्याप्यवत्रा मुद्रया इति आगतं, तर्हि मुद्रायाः लक्षणमुक्तमस्ति खलु, तदपि समन्वयः तस्यापि समन्वयः करणीयः अस्ति. मुद्रा अत्र मुद्रा यदि ज्ञाने अत्र हेतौ इत्युक्ते दुष्टत्वं दोषः उक्तः अस्ति. इदानीं सः दोषः केन सम्बन्धेन दुष्टे हेतौ आगच्छति इति चेत् एकज्ञानविषयप्रकृतहेतुतावच्छेदकत्वम् इति उक्तं खलु. सो दट् इस् आल् दि डिफरेन्स्. ऐ होप् यु अण्डर्स्टाण्ड् वाट् ऐ एम् सेयिङ्ग्. दिस् इस् रियलि वाट् वेन् यु हाव् टु पुट् इट् इन् अ पीस् आफ़् पेपर् यु हाव् टु गो थ्रू दिस्. दट् इस् वै ऐ आल्सो कीप् टेलिङ्ग् वर्षा भगिनी that you cannot afford to miss one sopan because you are doing this on paper. Otherwise, if you miss one step, you will arrive at some other answer. You will arrive at an answer saying, if you go at 25 kilometers per hour, even though that guy is going at 40 kilometers per hour and the fellow opposite is coming at 80 kilometers per hour, you will be able to get overtake because you will go, even if you go at 25, which sounds wrong. But that is where you learn. That is where you have to, you should not just drop one. And abhyasena, एतत् सर्वं लभ्यते. बट् यु हाव् टु हाव् दिस् चिन्तनं, वै एक्साक्ट्लि आर् वि डूयिङ्ग् आल् दिस् चिन्तनम् इति मनसि भवेत्. तद् भवति चेत् अवगन्तव्यं. तदेव अत्र सत्यभामा भगिन्या कृते अपि मया पृष्टं, निश्चयः अहं प्रमात्मकः इति वाक्यपि पदद्वयं किमर्थं प्रयुक्तम् इति चेत् प्रतिबन्धकज्ञानस्य आकारः अत्र उक्तः अस्ति. सर्वत्र कृतकत्वं नित्यत्वाभावव्यापकीभूताभाव प्रतियोगित्ववत् इति प्रतिबन्धकज्ञानस्य आकारः. किन्तु एतादृशज्ञानं ज्ञानस्य आकारः कथं प्राप्तम् इति चेत् तृतीयव्याप्तिं स्वीकृत्य प्राप्तम्. सो वाट् यु केन् डू जस्ट् सो देट् यु अप्लै युर् मैण्ड् अण्ड् युर् एबल् टु गेट् सम् अभ्यासः, एतदेव वाक्यं कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति वाक्यम् अनुत्वा पूर्वपक्षिलक्षणं साध्याभावात् अवृत्तित्वम् इति लक्षणं स्वीकृत्य यदि ज्ञानं भवति तदा तस्य आकारः भवति कथं भवति. एवं सिद्धान्तलक्षणं हेत्वधिकनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति लक्षणवाक्यं स्वीकृत्य यदि अत्र प्रतिबन्धकत्वं प्रतिपादयति तदा कथं भवति? सर्वत्र तदभावव्याप्यवत्ता निश्चयमुद्रा एव भवति सर्वत्र, किन्तु लक्षणस्य अत्र ज्ञानस्य प्रतिबन्धकज्ञानस्य आकारः भिद्यते. सो दट् इस् सम्थिङ्ग् दट् यु केन् आक्चुलि ट्रै, मे बि दट् इस् वाट् इस् द होम्वर्क् इस्. अस्तु, पुनः वदामि, गृहपाठः कः इति चेत् कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति अस्ति प्रतिबन्धकज्ञानस्य आकारः. सः आकारः कथं लब्धम् इति चेत् तृतीयव्याप्तिं व्याप्तेः तृतीयव्याप्तिलक्षणं स्वीकृत्य एतादृशज्ञानम् अस्माभिः प्राप्तं. तर्हि पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः स्वीकृत्य यदि अस्माभिः ज्ञानं प्राप्यते तदा प्रतिबन्धकज्ञानस्य आकारः कथं भवति इति चिन्तनीयं सर्वे. तदेव गृहपाठः भवति. इट् जस्ट् कम्स् बै प्राक्टिस् महोदय, सो डोण्ट् वरि, बट् यु हाव् टु प्राक्टिस्, यु हाव् टु पुट् युवर् मैण्ड् टु. अस्तु, अत्र स्थगेम. सर्वेभ्यो नमस्कारः, धन्यवादः.